पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 6 शौनक उवाच केन पुण्येन भोसूद वैकुण्ठं समवाप्यते तद्वदस्व शृण्वदो मे पोदो हि भवसागरे सूद उवाच साधु साधु मुनिश्रेष्ठ सर्वमङ्गलकारक कथयामि समासेन शृण्वदां पापनाशनं विष्णवे ब्राह्मणायैव मृदा वेश्मविनिर्मितं यो वै दद्याद्विजश्रेष्ठ तस्य पुण्यं निशामय विष्णुलोके च स विप्रसर्वपापविवर्जितः सौधवासी भवेन्नित्यं विष्णुलोके प्रपूज्यते विष्णवे सौधगे संयो दद्याद्वै ब्राह्मणाय च हरेर्निकेतनं प्राप्य स्वर्गवासी भवेद्ध्रुवम् अन्ते विष्णुपुरं गत्वा युक्तकोटिकुलैर्द्विज स्वर्णसौधे गृहे स्थित्वा कुर्याद्भोगं यथा सुखम् ब्राह्मणस्थापने पुण्यं यद्वै भवति भो मुने सङ्ख्यां कर्तुमशक्तस्तु तद्वेधा सर्वकारकः गण्यन्ते रेणवश्चैव गण्यन्ते वृष्टिबिन्दवः न गण्यन्ते विधात्रापि ब्रह्मसंस्थापने फलं नारदेन पुरा ब्रह्म पृष्टसंसारसम्भवः वेधास्तं कथयामास तच्छृणुष्व महामुने पुरासीद्वापरे ब्रह्मन् वारनारी सुशोभना सुकेशी हरिणी नेत्रा सुमध्या चारुहासिनी नाम्ना सा चञ्चलापाङ्गी ययौ देशान्तरं कदा सर्वपापसमायुक्ता नरके पादयन्ति च सङ्गेन सिन्धुनाकाङ्क्षी जनान् देवालयं गदा तत्र क्षणं सोपविष्टा ताम्बूलभक्षणं कृतं शेषं चूर्णं सौधभित्तौ दत्त्वा निम्ने कुतूहलाद ततो गदा जारकाङ्क्षी धनार्थं नगरं प्रति जारेण केनचित् सार्धं सकेदसहसा कृदः सङ्केतं तु गदावेश्या वनं रात्रौ विमोहिता सङ्केतं नागदो वैश्यो व्यशङ्किष्टविलोकित कथं कान्दो नागदो मे सर्वव्याघ्रैश्च भक्षितः सङ्केतनं कथं हित्वा गत किं कामविह्वलः अन्ययाज्ञादया सार्धमभिलाषी भवेत् किमु परामृष्यैतत् हृद्यन्धकोडपालभयाद्विज नगरं नागदा साहिरुद्धे लोकपथे तमैः एतस्मिन्नन्तरे व्याघ्रकामरूपी बलाक्षुधि प्रषिद्धकालदेवानाग्रसदागत्यतां द्विज तदस्तु यमुनाभ्रादुर्दुदास्ते भीमवर्षिणः आगता गिरिकूडाङ्गा नेतुं तां पापकर्मणा वक्रपादा वक्रमुखा उन्नासा बहुदंष्टृणः चर्म रज्जूर्मुद्गरांश्च गृहीत्वा पां शूलां द्विज बन्धयामासुरुन्मत्ता गणिकां चर्मरज्जुभिः शङ्खचक्रगदा पद्मधारिणो वनमालिनः प्रेषिता देवदेवेन तद्भक्तवत्सलेन च कृष्णजीमोदसङ्काशा स्फुरद्वदनपङ्कजाः श्रेणीधराश्चारुणाः सा दिव्यकुण्डलभूषिताः ददृश्युपदि गच्छन्तो विष्णोर्दूता महात्मनः विष्णुदूता ऊचुः के यूयं विकृताकारा लक्ष्यन्ते कर्बुरा इव इमां विष्णोः प्रियतमां नीत्वा क्व व्रजधोत्तमाम् इदं वचनमाकर्ण्य तेषां ते दुद्रुदं ययुः अध ते क्रोधसम्पन्ना विष्णोर्दूता महाबलाः जघ्नुस्ते सन्देशहरान्यमस्य जगदप्रभोः चक्रादिशस्त्रसङ्खैश्च सूर्यकोटिसमप्रभैः कृतान्तस्य भटाः सर्वे रुदन्तस्ते पलायिताः यमं प्रोज्युः सभीताश्च वृत्तान्तं सकलं द्विज यमोऽपि तत्कथं श्रुत्वा चित्रगुप्तमुवाचः धर्म उवाच केन पुण्येन भो मन्त्रिन्वेश्या मुक्तिं समागता येदन्मे पृच्छद सर्वं कथयस्व यथार्हतः चित्रगुप्त उवाच तया पापान्यर्जितानि जन्मदः सुबहून्यवि किन्त्वा कर्णयलोकेश यदि स्यात् पुण्यमस्ति तद् गणिकैकदा धर्मराज सर्वालङ्कारभूषिता काञ्चित्पुरीं जगामाशु जारकाङ्क्षी धनार्धिनी तत्र देवालये तस्मिन् स्थित्वा ताम्बूलभक्षणं कृत्वा तच्चेशचूर्णं तु ददौ भित्तौ तु कौतुकाद् तेन पुण्यप्रभावेण गणिका गदपादका वैकुण्ठं प्रति सायादि निर्गदा तव दण्डदः सूद उवाच इति श्रुत्वा ततो दूदा यमोऽपि वचनं द्विज व्यापारे चान्यतश्चित्तं ददौ सा गणिकापि च आरूढास्यन्दने दिव्ये राजहंसयुते तथा विष्णुलोकं ययौ सा च व्यष्टिता विष्णुकिङ्करैः श्रीविष्णोराज्ञया साध कुलकोटियुतापि च तस्थौ सौधगृहे विप्रनानाभोगं चकारः भक्त्या यो वै हरेर्गेहे दद्याचूर्णं प्रयत्नतः पुण्यं किं वा भवेत्तस्य न जाने द्विजपुङ्गव भक्त्याध्यायं पठेद्यो वै शृणोति सादरेण च सर्वपापविनिर्मुक्तो याद्यसौ हरिमन्दिरम् इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे ब्रह्मनारदसंवादे षष्ठोऽध्यायः ॐ